नीनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् प्रश्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः चलो स्वागतम् प्रश्नाः सन्ति मम प्रथमकार्यं भगिनी हरि ओं भगिनि हरि ओं श्रूयते वा श्रूयते सम्यक् श्रूयते हा अहं बेङ्गलूर् गच्छन्ती अस्मि भगिनि याने अहं किञ्चित् कां वक्तुं शक्नोमि ओके श्रूयते शृणोमि एव ओके ओके धन्यवादः महोदय नमस्ते अन्य कोऽपि समस्या अस्ति कस्यापि न ओके ओके अग्रे गच्छामः अस्माकं पाठस्य किम् अग्रिमभागः तत्पूर्वं किञ्चित् पुनरभ्यासमपि कुर्मः अनुसूया भगिनी अस्ति आं भगिनि सुप्रभातम् सुप्रभातम् अनुबन्धसूत्राणां किं विषये स्मरणम् अभवत् सूत्राणां स्मरणम् अभवत् उपदेशे अनुबन्धः इत्युक्ते सूत्राणि सन्ति तत्र वयं कति सूत्राणि पठितवन्तः उपदेशे अनुनासिकः इति सूत्रमस्ति एकं सूत्रं वदतु पर्याप्तं उपदेशे जनुनासिक एडिट् इति एकं सूत्रं भागीरथी अन्य किमपि सूत्रं स्मरणे अस्ति अदृश्यः वक्तुम् एकनिमिषं भगिनि उपदेशे हलन्त्यम् इत् भवति उपदेशे हलन्त्यम् ओके अत्र सूत्रं केवलं हलन्त्यम् इति अस्ति हलन्त्यम् उपदेशे पदं नास्ति तत्र केवलं हलन्त्यं पदम् अस्ति सूत्रं मा वदतु केवलं सूत्रं वदतु ओके गीता श्रीधर् नमस्कारः भगिनि नमस्कारः न विभक्तौ तुस्माः न विभक्तौ तुस्माः बहु सम्यक् हा जया आम् आं महोदय उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तुस्माः सूत्रत्रयं उक्तवन्तः इतोपि कति सन्ति वदतु शः प्रत्ययः शः प्रत्ययः ओके कण्णम्म अग्रिमम् नमस्ते भगिनि आदिर् निटुडवः आदिर् निटुडवः मुत्तुलक्ष्मी चुटु चुटु ओके सीतालक्ष्मी लषक्वत् अद्दिते लषक्वत् अद्दिते सर्वं समाप्तम् अवरेखैम् ओके वदतु तत्तु अस्ति वाक्यं तस्य लोपः तस्य लोपः अन्तिमम् इर् इति संज्ञा वाच्या इति एकं किं वाक्यम् अस्ति वार्तिकं ओके बहु सम्यक् ओके इदानीं किञ्चित् अग्रिमभागः अस्ति यत् अवशिष्टमस्ति अनुबन्धविषये किमर्थं तस्य किं स्पष्टीकरणं किञ्चित् आरम्भं तु कृतवन्तः परन्तु तत्र ओ अनिल् आगतः ओके अनिल् आरम्भं करोतु भवान् एव पठितवान् न पुनः पूर्वमपि ओके फैन् न न इदानीं भवान् मा करोतु अहम् अधः उषा आरम्भं करोतु अनुबन्धवर्णः किमर्थम् अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते यथा भवादिगणे शप् तुदादिगणे श उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनानन्तरम् अनन्तरम् अनुबन्धवर्णैः एव एकनिमिषं प्रत्ययभेदः ज्ञायते तथैव बहुत्र प्रत्ययस्य न यावत्पर्यन्तं पठितवती तावत् किञ्चित् स्पष्टीकरणं करोतु अहं प्रयत्नं करोमि महोदय अनुबन्धैः सह विभिन्नकार्याणि सिद्ध्यन्ति भिन्नभिन्नकार्याणि सिद्ध्यन्ति करणीयम् यः प्रत्यया समान दृश्यन्ते अनुबन्धैः भिद्यन्ते यथा भुवादिगणेश दुदादिगणेश उभयत्र अ इत्येव अवशिष्यते परन्तु अनुबन्ध निष्कासन अनन्तरं दट् इस् त्यक्त्वा प्रत्ययभेदः ज्ञायते तथैव बहुत्र अनुबन्धकार्यं समाप्य भिन्नता वयं ज्ञातुं शक्नुमः वा अनुबन्धकार्या पूर्वं विगेट् इन् मेनि प्लेसस् विगेट् विकर्णप्रत्ययम् आफ्टर् अनुबन्धकार्यं कृत्वा विगेट् विकर्णप्रत्ययम् ईवन् प्रत्याहारः अनुबन्ध आयुन् इन् अनुबन्धवर्ण अनुबन्धं त्यक्त्वा वि गेट् दट् ऐ अण्डर्स्टुण्ड् इन् दट् वे ऐ डोण्ट् नो हौ टु एक्स्प्रेस् इदानीं उभयत्र अ इत्येव अवशिष्यते कुत्र कुत्र अ एव अवशिष्यते इति उक्तमस्ति अत्र तुदादिगणे प्रथमगण भुवादिगणे अण्ड् तुदादिगणे सिक्स्त् गण ओके कदा अ अवशिष्यते अनुबन्धैः इत् संज्ञा अनन्तरम् इत् संज्ञा प्रयोग अनन्तरं वि गेट् दट् आ विकरणप्रत्यय परन्तु तत्पूर्वं भिन्नता अस्ति वा अनन्तरं भिन्नता अस्ति इत्युक्ते आरम्भस्तरे भिन्नता अस्ति वा अनुबन्धानन्तरं भिन्नता अस्ति अनुबन्धपूर्वं शप् अनुबन्धं भुवादिगणे शप् भगिनि शप् वित् इट् क्वालिफैस् गुणं न पठितवन्तः तत् त्यजतु अनुबन्धपूर्वं औपदेशिक किं स्तरे उपदेशिकस्तरे भिन्नता अस्ति वा अनुबन्धानन्तरं यद् वयं प्राप्नुमः तत् तस्मिन् समये भिन्नता अस्ति यदा शप् अस्ति वादिगणीयविकरणप्रत्ययः सुदादिगणीयविकरणप्रत्ययः ष अस्ति तत्र भिन्नता अस्ति वा सामान्यता अस्ति भिन्नः भिन्नः एव भिन्नः अस्ति तदनन्तरं वयम् अनुबन्धकार्याणि समाप्य अवशिष्टभागः किं भवति कदा अ अवशिष्यते इत्संज्ञाप्रकरण कृत्वा ओके कस्मिन् गणे भुवादिगणे शप् मीन्स् लषक् वर्तते ते इति सूत्रेण शकार विषयं न पृच्छामि अहं केवलं वयं शप् श इति विकरणप्रत्ययद्वयमस्ति ओके आरम्भस्तरे अनुबन्धकार्यानन्तरं किम् अवशिष्यते अस्माकं हस्ते अ यदस्ति तत् वादिगणीय अस्ति वा सुदादिगणीय अस्ति द्वयोः समानम् अस्ति उभयत्र अ इत्येव अवशिष्यते अवगतम् सः किं कर्तुं शक्नुमः क्षम्यतां मा वदतु इदानीं चिन्तनं करोतु ऐ एम् ट्रैङ्ग् टु अण्डर्स्टाण्ड् द क्वश्चन् शप् यदस्ति अपि अस्ति विकरणप्रत्ययद्वयं परन्तु अवशिष्टरूपम् एकमेव अस्ति ओके तावत्पर्यन्तम् अवगतम् अतः भिन्नताविषये वयं कथं ज्ञातुं शक्नुमः अन्तिमरूपं दृष्ट्वा वा आदिमरूपं दृष्ट्वा आदिमरूपम् एव भगिनि अन्तिमम् अन्तिमरूपस्य आधारेण वयं ज्ञातुं न शक्नुमः वादिगणीय अस्ति अतुदादिगणीय अस्ति परन्तु आदिमरूपं यदा वयं पश्यामः वादिगणीयविकरणप्रत्ययः शप् अस्ति सुदादिगणी च अस्ति तत्र भिन्नता अस्ति परन्तु अनुबन्धकार्यानन्तरं यद् अवशिष्यते तत्र भिन्नता नास्ति अतः कथं ज्ञातुं शक्नुमः पूर्वं किम् आसीत् तस्य परिशीलनं कृत्वा एव वयं ज्ञातुं शक्नुमः अवगतम् आं भगिनि स्पष्टं स्पष्टं स्पष्टम् अतः तत्र किं लिखितमस्ति अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते इत्युक्ते अनुबन्धकार्यं वयं कुर्मः न तस्य आधारेण एव वयं भिन्नता ज्ञातुं शक्नुमः अवशिष्टरूपस्य आधारेण वयं भिन्नता न ज्ञातुं शक्नुमः ओके अग्रे का आगच्छति सीतालक्ष्मी वा सर्वं ओ सुब्रह्मण्यम् आगतः ओके महोदय भवान् पठतु अग्रिमबिन्दु तृतीयं पठतु अस्ति वा न नमो नमः ओके द्वितीयबिन्दु यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः तदेव खलु प्रत्ययः तृतीयबिन्दुः अन्यरीत्या नामकरणं भवति तस्य स्वभावम् अनुसृत्य अनुबन्धानुगुणं भवति नकारः अनुबन्धः चेत् यथा निच् प्रत्ययः तर्हि संक्षेपे प्रत्ययस्य नाम नित् नकारः इत् यस्य सः नित् इति बहुव्रीहिसमासः ककारः अनुबन्धः चेत् यथा चित्त तवतु त्वा तर्हि संक्षेपे प्रत्ययस्य नाम कित् ककारः इत् यस्य सः कित् इत्यादिकम् विवरणं प्रत्ययस्य अन्यरीत्या नामकरणं प्रत्ययस्य निच् इति प्रत्यय भवति किन्तु तस्य अन्यरीत्या नामकरणं संज्ञा भवति नाम नाममस्ति स्वभावानुसरणम् अनुबन्धानुगुणं यत् अनुबन्धः अस्ति निच् इति प्रत्ययः अस्ति नकारः अनुबन्धः अस्ति नकारः लोपः भवति अतः नकारः अनुबन्धः अस्ति संक्षेपेण तत् प्रत्ययस्य नाम नित् इति वदति नकारः इत्यस्य सह बहुव्रीहि समासः अस्ति नित् तदेव ककारः यत्र लोपः भवति इत्संज्ञा प्राप्स्यति तत् कित् इति नामकरणं प्राप्स्यति इत्यादिकम् अस्माकं स्मरणे शप् श इति बहु दृढतया स्थापितम् अस्ति अतः शप् विषये वक्तुं शक्नोति शप् अत्र शप् श द्वयोः प्रत्यये विकरणप्रत्यये स्तः अत्र षकारस्य षकारः इत्संज्ञा प्राप्स्यति षित् इति वक्तुं शक्यते इति तस्य नामकरणं भवति ओके शप् श द्वयोः षकारस्य संज्ञा भवति अतः तेषां षित् इति नामकरणं परन्तु शप् विषये इतोपि एकम् अस्ति पकारः अपि अस्ति पकारस्य संज्ञा अपि भवति अतः पित् अतः तत् शप् अपि अस्ति षित् अपि अस्ति पित् अपि अस्ति ओके सर्वे ज्ञातवन्तः एतत् अत्र तु केवलं नकार ककारस्य उदाहरणं दत्तमस्ति परन्तु अस्माकं हस्ते तु शब्दद्वयमपि अस्ति न ओके महोदय अग्रे पठतु प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थं यथा शप् इति विकरणप्रत्ययस्य प्रत्ययः तस्य षकारस्य इत्संज्ञा अकारस्य इत्संज्ञा अनुबन्धलोपानन्तरम् आ अकारः इत्येव अवशिष्यते षकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति भू योजनं शप् योजनं ति अनुबन्धलोपे भू योजनं अकार ति शप् प्रत्ययस्य कारणेन उकार ओकार भवति गुणः भवति भो योजनम् अकार योजनं ति सन्धिः वा योजनं ति भवति इति अन्तिमरूपं प्राप्नुमः प्रश्नः उदेति अतः प्रश्नः अस्ति यदा अनुबन्धः लोपः भवन्ति चेत् किमर्थं योजित पाणिनिमहर्षिणा योजितमस्ति इति प्रश्नः उदेति किमर्थम् इत्युक्ते अनुबन्धाः अपगच्छन्ति लोपः भवति किन्तु तेषां प्रभावः भवति एव कार्यार्थं भवति एव यथा शप् इति विकरणप्रत्ययः अस्ति अत्र षकारः इत्संज्ञा भवति पकारस्य अपि इत्संज्ञा भवति तेषां लोपः भवति अनुबन्धानन्तरम् आकारः अवशिष्य अन्तिमरूपं लौकिकरूपम् अकारः एव किन्तु षकारपकारयो इत्संज्ञा इत्यनेन कार्यं सूचयति अत्र स्वराणां परिवर्तनं भवति अतः भू अत्र उकारः अस्ति उकारस्य परिवर्तनं भवति भू योजनम् आ अत्र उकारस्य गुणः भवति उकारः ओकारः भवति भो योजनम् आ योजनं ति इति भवति अत्र सन्धिकार्येण उकारस्य अकारस्य सन्धिकार्येण भव इति भवति भवति इति अन्तिमरूपं प्राप्नुमः सम्यक् धन्यवादः महोदय अहम् अन्यानपि तदेव पृच्छामि सीतालक्ष्मी सीतालक्ष्मी यत् उक्तवान् अस्मिन् विषये भवती किं ज्ञातवती अवगतवती हलो आं महोदय वदतु भूधातुविषये भूधातुविषये अनुबन्ध कार्यानन्तरं अकारः कथम् आगच्छति इति अहं ज्ञायते भवति इति प्रत्ययः अस्ति धातु अस्ति भू भू अनन्तरं योग अकारः योग ति प्रत्यय अस्ति छप् प्रत्ययकारणेन भा भा भू भो आगच्छति ओ आगच्छति केन कारणेन अनुबन्धसूत्रकारणेन तस् उकारः ओकारः भवति तदनन्तरं गुणः भवति गुणः भवति ओकारः भवति परि ओ अनुबन्धकारणेन अनुबन्धकारणेन न भो अकार उकार ओकार भवति स्वर परिवर्तनं भवति तदनन्तरं भो आ योग ति भवति इति पृच्छामि ऊकारस्य ओकारे परिवर्तितं भवति ओके कार्यं भवति तत्तु वयं ज्ञातवन्तः परन्तु केन कारणेन अथवा कस्य आधारेण वयम् ऊकारस्य ओकारे परिवर्तनं कुर्मः शप्रत्यय अस्ति शकार अस्ति तेन कारणेन ऊकारस्य ओकारे परिवर्तनं भवति ओके तावत् अवगतम् आम् आम् महोदय अनन्तरं सूत्रं सर्वं पश्यामः अत्र अस्मिन् स्तरे ऊ यदस्ति तस्य ओ परिवर्तितं भवति तस्य कारणं किं वदतु परिवर्तनेन परिवर्तनं तु भवति कारणं किं स्वर परिवर्तनं न ऊकारस्य ओकारं भवति केन कारणेन एतदेव बहु सूक्ष्मतया द्रष्टव्यं वदतु केन कारणेन तत् परिवर्तितं भवति अनुबन्धलोपानन्तरं न ओके इदानीं सर्वमङ्गला भवती अवगतवती स्वरपरिवर्तनं भवति भवविषये अहं न पृच्छामि महोदय अहं ओकारे केन कारणेन परिवर्तितं भवति केवलं तत् पृच्छामि पठतु पुनः एतत् सर्वं hmm. सर्वमङ्गला पठतु प्रश्नः उदेति. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ते पाणिनीया यदि तेषां लोपः भवति एव? अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थं, यथा शप् इति विकरणप्रत्ययः, तस्य शकारस्य इत्संज्ञा, पकारस्य च इत्संज्ञा. अनुबन्धलोपानन्तरम् अ इत्येव अवशिष्यते. शकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति. भू अधिक शप् अधिक ति, अनुबन्धलोपे भू अधिक अ अधिक ति भवति. शप् प्रत्ययस्य कारणेन ऊकारः ओकारः भवति. ते अत्र गुणसन्धिः सन्धि नास्ति, गुणः परिवर्तनम् अकार उकारः ओकारः भवति. भो अधिक आ अधिक इ सन्धिः तत्र सन्धिकार्यं भो अनन्तरम् आ अनन्तरं ति, तत्र तु सन्धिविषयमस्ति. अहं सन्धिविषये चिन्तनं न करोमि. भू यदस्ति तस्य भो इति अस्माकं परिवर्तनं भवति. तत् पश्यतु अथवा स्पष्टीकरणं करोतु. शप् प्रत्यये श अनुबन्धलोपेन लशक्वत् दिते सूत्रे स लोपः भवति. पकारः हलन्त्यम् इति सूत्रेण निष्कासति. आ एव अवशिष्यति. तस्य आ भू एव अवशिष्यते. भू अवशिष्यते यत् अवशिष्यते तेन कारणेन ओकार अकारयोः मेलनेन अव भव इति आगच्छति. तत् अहं न पृच्छामि. भू अत्र ऊ यदस्ति अत्र भो भवति. अतः ऊकारस्य ओकारे परिवर्तनं भवति. केन कारणेन पश्यतु किं लिखितम् अस्ति अत्र? शप् प्रत्ययस्य कारणेन ऊकारः कारणेन किं भवति? ऊकारः ओकारः भवति गुणः. यदा शप् नास्ति अत्र पश्यतु, पूर्वं वयं किं दृष्टवन्तः? सुदादिगणे अपि श अस्ति, द्वादिगणे अपि श अस्ति, परन्तु द्वादिगणे शप् अस्ति, सुदादिगणे श अस्ति. अतः केवलं यदा शप् अस्ति तदा एवं परिवर्तनं भवति. पश्यतु शप् प्रत्ययस्य कारणेन ऊकारस्य ओकारे परिवर्तनम् अभवत् इदानीम् इदानीम् अग्रे पठतु. तर्हि तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासनान्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धः के, किं च अवशिष्यते? तदा एव अग्रे धातुप्रत्ययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. सुबन्तपदविषये नामपदविषये अपि तथा. प्रथमं कार्यम् अस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः, तदा एव पदनिर्माणम्. किम् अवगतवती? क्रियापदविषये मूलधातुः, मूलधातु फस्ट् वि ऐडेण्टिफै मूलधातु विच् वन् इट् इस् देन् वि मस्ट् अप्लै अनुबन्ध. ऐडेण्टिफिकेशन् आवश्यकम्. आम् आम्. किमर्थं मूलप्रत्ययस्य अवगमनम् आवश्यकम्? अत्र पश्यतु अवशिष्यते. कृतादिगणे अपि द्वादिगणे अपि, परन्तु मूलप्रत्ययः किमस्ति? मूलविकरणप्रत्ययः द्वादिगणे फर् द्वादि शप् फर् तुदादिगण शा शा, अतः तत्र भिन्नता अस्ति, मूलं किमस्ति तस्य अवगमनमपि आवश्यकम्. ओके, यदा अहं केवलं भवती पश्यामि अतः अहं किमपि ज्ञातुं न शक्नोमि, परन्तु गुरु यदस्ति तत् परिशील्य तत् योजयामि. ओके, अनन्तरं प्रोसेसिङ्ग् करोमि, शप् यदस्ति तस्य प्रोसेसिङ्ग् कृत्वा अ अवशिष्यते, परन्तु शप् यदस्ति तस्य आधारेण भू यत् मम हस्ते अस्ति तस्य अहं परिवर्तनं करोमि भो इति. केन कारणेन? शप् प्रत्ययस्य कारणेन. अवगतम्? अतः क्रियापदविषये मूलधातु मूलप्रत्ययस्य अवगमनम् आवश्यकम्. अवश्यकानन्तरं यद्वयं पश्यामः तत्तु भिन्नम् अस्ति. ओके, प्रश्नाः सन्ति? किमपि न अवगतं वा? सम्यक् न अवगतम्. अग्रे गच्छामः. रूपल्. आं महोदय, सुप्रभातं, नमो नमः. पठतु. आम्, तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धाः के किं च अवशिष्यते, तदा एव अग्रे धातुप्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. सुबन्तपदविषये नामपदविषये अपि तथा प्रथमं कार्यम् अस्ति प्रकृतिप्रत्यययोः अनुबन्धलोपः, तदा एव पदनिर्माणम्. स्पष्टीकरणं करोतु. अत्र क्रियापदविषये मूलधातु अवगन्तव्यम्. तेन कारणेन एव अनुबन्धनिष्कासनानन्तरं वयं मूलरूपं किमस्ति तदनुगुणमेव वयम् अग्रे कर्तुं शक्नुमः. परन्तु तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, इत्युक्ते ये धातवः न सन्ति परन्तु अन्ये प्रत्ययाः सन्ति, तस्मिन्नपि अनुबन्धाः के वा किम् अवशिष्यते, तदपि अग्रे धातुप्रत्ययोः मेलनेन महत्त्वमस्ति वा मूलभागस्य महत्त्वम् अस्ति? किम् अवशिष्टभागस्य महत्त्वम् अस्ति वा मूलभागस्य महत्त्वम् अस्ति? मूलभागस्य महत्त्वमस्ति. अवशिष्टभागस्य किम् उपयोगम्? अत्र पश्यतु, अवशिष्टभागः किम्? अवशिष्टभागः अस्ति, तस्य पदनिर्माणकृते उपयोगः भवति. पदनिर्माणकृते उपयोगी भागः अवशिष्टभागः, परन्तु पदनिर्माणार्थम् आधारः किम्? मूलरूपः. मूलरूपम्. ओके, मूलरूपम् आधारः, अवशिष्टरूपम् अनन्तरं पदनिर्माणार्थम् उपयोगं कुर्मः. ओके, इदानीं सर्वे अवगतवन्तः? प्रतिभा, अग्रिमभागं पठतु. नमस्ते भगिनि, सुप्रभातम्. वृत्तान्ते रुपचष्पाके इति मूलरूपं मूलस्वरूपं पचति इति क्रियापदं. तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया रुपचषिचि इति उपदेशे स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति. आरम्भे दु, अन्ते शकारः, अपि च चकारोत्तरवर्ती अकारः अनुस्वारयुक्त अकारः चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. वर्ति इत्यस्य प्रातिपदिकं वर्तिन्. वृत् धातोः त्रयाणाम् अपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्. तत्र प्रकारस्य इत्संज्ञालोपः च तव्य इति अवशिष्यते. तर्हि पच् प्लस् तव्य इति स्थितिः. एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्यते. मूलतः डुपचष् इति पाके इत्यर्थे मूलस्वरूपः अस्ति धातोः. पचति इति क्रियापदं भवति. तत्र सामान्यतया धातुः पच् इति वदामः. तत्र लौकिकरूपे सामान्यतः पच् एव अस्ति, परन्तु मूलरूपं डुपचष् इति धातुः अस्ति मूलस्वरूपम्. मूलते दुपच उपदेशे वर्तते. तत्र केचन अनुबन्धाः सन्ति. अनुबन्धलोपः अनुबन्धलोपः कृत्वा दुपचष् इत्यत्र दुकारस्य षकारस्य अनुबन्ध अकारस्य लोपः भवति, पच् एव तिष्ठति तत्र दुकारस्य. तु आदिर्निटुडवः इति सूत्रेण इत्संज्ञा भूत्वा, चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा, तदनन्तरम् अजनुनासिक इत् उपदेशे अजनुनासिक इत् इत्यनेन अकारस्य अनुस्वार अकारस्य लोपः भवति. इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. आं भगिनि, अनुस्वारः नास्ति, अनुनासिक अकारः अस्ति. क्षम्यतां भगिनि, क्षम्यताम्. मकारस्य अपगमनम्. आं भगिनि, क्षम्यतां, क्षम्यतां भगिनि. अस्तु अस्तु, अकारः अपि गच्छति. ओके, तत्सर्वं तु वयं ज्ञातवन्तः. अग्रे परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम्. तत्र यत् प्रत्ययः अस्ति तस्य उदाहरणं दत्तमस्ति. तस्य पुनः वदतु भगिनि, न श्रूयते, सम्यक् न श्रुतवती. इदानीम् अस्माकं हस्ते डुपचष् धातोः अवशिष्टभागं पच्. ओके, पच्. आं भगिनि, योजनं वयं तव्यत् प्रत्ययेन यदा कुर्मः तस्मिन् विषये परं लोप पच् इत्येव अवशिष्यते. तत्तु सम्यक्. अदु ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम्. प्रत्ययः किं योजनीयम् इति चिन्तनीयं. पच् एव तिष्ठति, तदनन्तरं किं प्रत्ययं योजनीयम् इति विचिन्त्य नन्तरकार्यं करणीयम्। अत्र तु उदाहरणे तव्यत् प्रत्ययः अस्ति, अतः पच् प्लस् तव्यत् इति करणे योजनेन इत्संज्ञा भवति वा, तत् प्रत्ययस्य इत्संज्ञा भवति वा, भवति चेत् किम् अवशिष्यते, अनुबन्धलोपानन्तरं किम् अवशिष्यते इति विचिन्त्य तदनन्तरं कार्यं करणीयम् इति दत्तमस्ति तत्र। सम्यक् वा भगिनि? पश्यामः। मुत्तुलक्ष्मी, मुत्तुलक्ष्मी भवती किं वदति अस्मिन् विषये? हा, प्रतिभा उक्तवती डुपचष् धातोः पच् इति अवशिष्टरूपम् अस्ति। इदानीम् उदाहरणरूपेण पच् इति धातोः योजनं यदा वयं तव्यत् प्रत्ययेन कुर्मः तदा किं भवति, तस्मिन् विषये किञ्चित् वदतु। अस्तु महोदय, प्रयत्नं करोमि। तव्यत् प्रत्यये तकारस्य उपदेशे हलन्त्यम् इति सूत्रेण तकारस्य इत्संज्ञा भवति, तस्य लोपः भवति, अतः तव्य एव अवशिष्यति। पच् अति तव्य सन्धिकार्येण पक्तव्यम् इति रूपं निष्पद्यते। ओके, सन्धिकार्येण अथवा अन्य किमपि कार्येण तत्तु वयम् अनन्तरं पश्यामः। हा, पच् अधिकं तव्य यत् प्रत्ययः अस्ति तस्य किं तयोः मेलनेन यद् रूपं वयं प्राप्नुमः तदस्ति पक्तव्यम्। हा, ओके, तत् कथम् आगतं तस्मिन् विषये अत्र न दत्तमस्ति, परन्तु तथापि परिवर्तनं भवति तेन कारणेन यत्किमपि वयं निष्कासितवन्तः अनुबन्धानन्तरं यत् अवशिष्टमस्ति, परन्तु अनुबन्धपूर्वं अनुबन्धसूत्राणाम् उपयोगात् पूर्वं यत् वयम् अस्माकं हस्ते आसीत् तेषाम् आधारेण एतत् कार्यम् अभवत्। ओके, अस्तु अस्तु महोदय। ओके ओके, अग्रे गच्छामः। कण्णम्मा, अग्रिमभागं पठतु। कण्णम्मा अस्ति? क्षम्यतां भगिनि, म्यूट् मध्ये। एवमपि देयं केचन धातवः प्रत्ययाः च अपि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति, यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति। प्रत्ययेषु यथा अ इति प्रत्ययः, तत्र अनुबन्धः नास्ति। अन्यानि उदाहरणानि प्रत्ययस्य नकार च ञकारः च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः, प्रत्ययस्य ककारः च ङकारः च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति। नकार ङकार ककार ङकार इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः। एतादृशानि महत्त्वपूर्णकार्याणि अनुबन्धैः सिद्ध्यन्ति। अत्र अवगमनं बहु सम्यक् न भविष्यति, कारणं सूत्राणाम् आधारः नास्ति। अनन्तरं वयं किञ्चित् अधिकं ज्ञातुं शक्नुमः, परन्तु यावत्पर्यन्तं यत् पठितवती किं ज्ञातवती? पूर्वम् उक्तवन्तः धातोः प्रत्ययोः मेलने अनुबन्धे निष्कास्य अनन्तरं क्रियापदं भवति इति सम्टैम्स् अनुबन्धः न भवन्ति धातोः मध्ये न प्रत्ययमध्ये अनुबन्धः न भवति उदाहरणं भूधातु तत्र किमपि अनुबन्धः नास्ति आप्रत्ययः अस्ति तत्रापि किमपि अनुबन्धः नास्ति अन्य उदाहरणे उदाहरणानि प्रत्ययस्य अन्ति यदा नकारः ङकारः प्रत्ययस्य ककारः ङकारः अनुबन्धः अस्ति चेदपि तस्य गुणवृद्धिः न भवति सामान्यतः गुण अनुबन्ध कार्याणि कुर्वन्ति गुणाः भवन्ति अत्र नकार ङकार ककार ङकार अस्ति चेत् गुणवृद्धि न भवति इति गुणः अथवा वृद्धि वृद्धि च न भवति ओके एतत्तु वयं बहु सम्यक्तया इदानीं न ज्ञातुं शक्नुमः कारणम् उदाहरणं नास्ति ओके बिन्दु यत् वयं पठिष्यामः तदस्ति गुणः सूत्रसहिता दृष्टि तत्र वयं किञ्चित् अधिकं ज्ञातुं शक्नुमः तत्पूर्वं किम् अस्ति यद्वयं बहुपूर्वं बहुकालापूर्वं वयं पठितवन्तः हा किमस्ति धातुगणाः धातुगणपरिचयः गुणः सर्वे पठित्वा आगतवन्तः वा विस्मृत्वा विस्मृत्य आगतवन्तः पठित्वा भगिनी पठित्वा आगत सर्वे भवती पठित्वा आगतवती अन्यजनाः चिन्तनं तत्र अस्ति कारणं सूत्रसहिता दृष्टिपूर्वं गुणः इत्युक्ते किं तस्मिन् विषये अपि ज्ञानम् आवश्यकं जया भवत्याः पर्याय ओके जया गुणविषये वयं किं पठितवन्तः अस्मिन् स्तरे हा गुणः यद्वयं पठितवन्तः तत्र किं किं भवत्याः स्मरणे अस्ति वा वर्गात् पूर्वं यत् पठितवती गुणविषये केचन स्वर पर्टिक्युलर् स्वराः इ दे ट्रान्स्फार्म् इन् टु इकार विल् ट्रान्स्फार्म् इन् टु एकार ए उ विल् बिकम् ओ एण्ड् इकार विल् बि अर् परिवर्तनं भवति दोस् आर् गुण लेटर्स् इत्युक्ते गुणवर्णाः गुणवर्णः ओ अर् गुणवर्णः ओके कस्य स्थाने ए आगच्छति ईकारस्थाने इकारस्थाने ई स्थाने एकारः आगच्छति इदम्बरसं हा द्वयोः स्थाने एकारः एवमेव दीर्घ ह्रस्वस्थाने ओकारः अस्ति उकारस्थाने ओकारः अस्ति ऋकार दीर्घ ह्रस्वस्थाने अर् अस्ति अर् इत्युक्ते वर्णद्वयम् आगच्छति तत्र अत्र विषये तु एकमेव परन्तु ऋ विषये अर् इति वर्णद्वयम् आगच्छति ओके अत्र वयं पश्यामः यद्वयं पठितवन्तः अत्र वयं पश्यामः चेत् अत्र साक्षात् वयं पश्यामः भू यदस्ति उकारस्य स्थाने भो इति ओकार आगतम् ओके प्रूफ् अपि अस्ति ओके गुणविषयं वयं दृष्टवन्तः इतोपि किं ज्ञातवन्तः? ओके, स्मरणे किम् अस्ति? गीता भवती पठितवती? गुणविषये यत् करपत्रम् अस्ति तत्? आं भगिनि, अदेव गुणः इति सूत्रः सूत्रम्. ओके, परन्तु अस्मिन् करपत्रे तु अडेङ्गुणविषये उक्तं वा? अहं ज्ञातवती भगिनि. ओके, भवती जानाति अडेङ्गुणः इति सूत्रम् अस्ति. ओके, तस्मिन् विषये वयं न पठितवन्तः, परन्तु एतत् करपत्रं भवती पठितवती, दृष्टवती? गुणविषये वदतु, चलति एकारः, ओकारः, अर् इत्येव भवति गुणविषये तद् आगच्छति. ओके, ओके, एतत् अहं चिन्तयामि कोऽपि सम्यक्तया न पठितवन्तः, परन्तु एतस्य आधारेण अग्रे गन्तव्यम्. ओके, पश्यामः का पठति. गीता महोदय, भवती एव आरम्भं करोतु नूतनपाठः. एतत् पठितव्यं वा भगिनि? ध्वनिमुद्राणि एतावत् निष्कासयतु, इदानीम् एतत् पठतु. एतावता अस्माभिः दृष्टं यत् वादिगणे धात्वङ्गस्य स्वरे गुणः भवति. केषां स्वराणां गुणादेशः भवति? काव्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टम्. कानिचन उदाहरणानि अपि निरूपितानि आसन्. इदानीं पुनः गुणविषये विचारयाम. अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते. ओके, किमर्थम् एवम् उक्तम् अस्ति? कारणं पूर्वं वयं यत् पठितवन्तः तत्र उदाहरणानि दत्तानि सन्ति. अतः एव अहं पठितवती, पठित्वा आगच्छन्तु इति. वयं सूत्रसहितं सर्वं पठिष्यामः. ओके, अग्रे पठतु महोदय. पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्. तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते. एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते. इदं मानचित्रं सूत्ररूपेण विरचितं. तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति, पाणिनीयसूत्र आधारेण प्रदर्शनीयं भवति. व्याकरणलोके सूत्रं प्रमाणम्. ओके, किम् अवगतवती? व्याकरणविषये सूत्रमेव प्रमाणं. सूत्रम् अनुसृज्य सर्वं वयं अवगच्छामः. ओके, अन्य किमपि? पाणिनिः अष्टाध्यायी इति ग्रन्थं रचितवान्. तत्र मानचित्रम् अस्ति. तत्र संस्कृतभाषायाः मानचित्रम् अस्ति. ओके, मानचित्रं कथं निर्मितव्यम् इति तत्र भवति. किं निर्मितव्यम्? पदं कथं निर्मितव्यम्? सूत्र आधारेण सूत्राणाम् आधारेण पदं क कथं निर्माणं भवति तस्य किं भवति तस्य तस्य इति वयम् अवगन्तुं शक्यते तत्र वयम् अवगन्तुं शक्नुमः पदं कथं निर्माणं भवति कुतः आरभ्य सूत्र आधारेण न तत्त्वसूत्र आधारेण अन्तिमभागः ओके अन्तिमभागः किम् संस्कृतभाषायाः ओके वयं केन आरम्भं कुर्मः इदानीं पश्यतु वयं पूर्वं पठितवन्तः भू इति आरभ्य भवति इति वयं प्राप्नुमः भू इति आरभ्य भवति इति वयं प्राप्नुमः ओके एतदस्ति अस्माकम् उदाहरणम् एतस्य आधारेण वदतु पाणिनिना सूत्रेण किं किं भवति भू वादिगणे भवति इत्युक्ते भू किम् अस्ति रा मटीरियल् ओके अस्तु अवगतं भू इति आरम्भस्तरम् इत्युक्ते उपदेशस्तरम् ओके एण्ड् भवती यदस्ति तत् किमस्ति भूधातुः अस्ति तत्र धातुः आदिगणे भवति ओके तत्तु निष्कासयतु इदानीं भू यदस्ति तत् उपदेशस्तरे अस्ति इत्युक्ते रा मटीरियल् ततः आरभ्य भवती वयं निर्माणं कुर्मः अवगतं तावत्पर्यन्तम् अस्तु भगिनि कथं तदेव अत्र स्पष्टीकरणं कृतमस्ति तदेव अहं पृच्छामि भू आरभ्य भवति पर्यन्तं कथं वयं ज्ञातुं शक्नुमः कदा किं करणीयं प्रश्नम् अवगतं सूत्रस्य माध्यमेन तत्र क्रियापदं निर्मितं भवति आं भगिनि सूत्राणाम् आधारेण केवलम् एकं सूत्रं नास्ति सूत्राणाम् आधारेण सूत्राणाम् आधारेण ओके अस्तु भगिनि मानचित्रम् इति उक्तमस्ति न मानचित्रम् इत्युक्ते किम् इदं मानचित्रं सूत्ररूपेण विरचितम् अस्ति इत्युक्ते वीक्ष्यं वा पुनः वदतु इत्युक्ते वीक्ष्यं वीक्ष्यं वा वीक्ष्यं मानचित्रम् इत्युक्ते मेप् मेप् अस्तु इदानीम् अवगच्छामि किम् अवगतवती वदतु मानचित्रम् इत्युक्ते मेप् ओके तत्र दृष्ट्वा मेप् अस्ति वा तत्र अस्ति पाणिनिना विरचितग्रन्थे अस्ति ग्रन्थे मेप् अस्ति वा अत्र मानचित्रम् इत्युक्ते मेप् न ओके अत्र मानचित्रम् इत्युक्ते किं भवती ज्योमेट्रि पठितवती वा आं भगिनि ज्योमेट्रि मध्ये थियरम् प्रूफ् कथं वयं कुर्मः एकम् आधारं प्रथमं स्वीकुर्मः अनन्तरं तस्य प्रूफ् मन्दं मन्दम् अग्रे स्तरेण वयं गच्छामः न पाणिनि किं कृतवान् अष्टाध्यायी ग्रन्थं निर्माणं कृतवान् तत्र सः किं कृतवान् सूत्राणाम् आवली दत्तवान् ओके तदस्ति अस्माकं मानचित्रम् आवली एव मानचित्रम् अस्माकं कृते सूत्राणां यत् आवली अस्ति तत्र तदेव अस्माकं मानचित्रम्. ओके, अस्तु, अवगतवती. अवगतम्? अवगतवती भगिनि. ओके ओके, अग्रे गच्छामः. इदानीं मम एकः प्रश्नः अस्ति. पूर्वं यत् वयं पठितवन्तः धातुगण अभ्यासः किम् अस्ति, एकनिमिषं. अस्मिन् स्तरे धातु धातुगणः, धातुगणपरिचयः, गुणः, धातुगणाभ्यासः यदस्ति तत्र गणः गुणः यदस्ति तत् पुनः पठित्वा अग्रे गच्छामः वा साक्षात् नूतनपाठस्य पठनं कुर्मः, वदन्तु. आं भगिनि, पुनः पठित्वा गच्छामः भगिनि. पुनः पठित्वा गच्छामः, किञ्चित् सरलं भवति. अहं न अटेण्ड् कृतवती, अहं स्वयं पठितवती अतः एव. पुनः वदतु भवती. अहं न अटेण्ड् कृतवती, विलम्बेन एव अहं योजितवती, स्वयं पठितवती. इदानीं भवती मार्गदर्शनं दर्शयितुं पुनः पुनः पुनः पठतु भगिनि, पठामः भगिनि. ओके भगिनि, एकनिमिषं भगिनि, भगिनि एकनिमिषं भगिनि. मानचित्रम् इत्युक्ते इलस्ट्रेशन् भगिनि, इलस्ट्रेशन् आफ् द सूत्रं भगिनि. न, इलस्ट्रेशन् नास्ति, हा, साक्षात् प्लान् अस्ति. ओके, प्रमेय, वदतु. प्रमेय, प्रमेय, प्रमेय, हैपोथिसिस् थियरम्. ओके, क्रमेण, क्रमेण कथं किं कार्यं कर्तव्यं कदा. ओके, धन्यवादः, दत्तम् अस्ति. ओके ओके, इदानीं गीता चन्द्रमते, यावत् तत्र फार्मुला, यावत् तत्र गणित मध्ये फार्मुला अस्ति तावदत्र सूत्राणि अस्ति इति अहं मन्ये. तदेव फार्मुला अवगच्छामः तर्हि एव ज्योमेट्रि कर्तुं शक्नुमः. फार्मुला अवगच्छामः, केल्क्युलस् अत्र सर्वत्र फार्मुला अस्ति, अत्र वयं सूत्राणि सन्ति वदामः, तदेव अस्ति फार्मुला अस्ति, कदा किं प्रयोगं कर्तव्यं तेन किं परिणामः भवति. ओके ओके, चन्द्रमती चलो झटिति वयम् एतत् पठामः. किम्? एकनिमिषं पठनम् आरम्भं करोतु. अस्माकं पूर्वपाठः, हा, पूर्व एकं पूर्वं वयं गुणविषये पठितवन्तः, तत् किञ्चित् पुनरभ्यासं कुर्मः. धातुः प्रथमगणे, प्रथमे गणे अस्ति, षष्ठे गणे अस्ति वा, ततः आरभ्य पठामः. प्रथमे गणे विकरणप्रत्ययः आ इति भागः अवशिष्यते, षष्ठे गणे अपि सा एव गतिः. तर्हि यत्र धातुः तिङ्प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? प्रथमगणे शप् विकरणप्रत्ययः, अत्र शकारस्य इच्छा भवति, पकारस्य इच्छा भवति, अत्र अकारः एव अवशिष्य भागः. षष्ठे गणे शा इति विकरणप्रत्ययः, तत्रापि शकारस्य इच्छा भवति, अकारः एव अवशिष्य भागः. अतः आत् अवशिष्यते, आत् दृष्ट्वा प्रथमगणे वा षष्ठगणे वा तत् धातुः अस्ति इति वयं ज्ञानम् आवश्यकं प्रथमगणे शक्नुमः. अतः उत्तरं पठतु. दर्श उत्तरं दर्श दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते। यत्र धातु अङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते। अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति। दृष्ट्वा एव केचन वयं अवगन्तुं शक्नुमः प्रथमगणे वा षष्ठगणे वा इति, षष्ठे गणे वा इति। अधुना वयम् अग्रे गत्वा पश्यामः इति वदति। दर्शने एव सर्वत्र ज्ञानं न भवति, किन्तु वयं अवगन्तुं शक्नुमः। व्याकरणे यदा कदा अवगन्तुं शक्नुमः, परन्तु सर्वदा सर्वदा न अवगमनं भवति। व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना। व्याकरणे गुणं नाम्ना एकः सिद्धान्तः अस्ति। सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणः गुणसंज्ञा भवति। अस्मिन् कोष्टके पश्यतु, अतः तत्र स्वरः दत्तमस्ति, गुणवर्णाः अपि दत्तमस्ति। इ ई उ ऋ इति स्वरः, तेषां गुणवर्णः भवति। इ तस्य गुणवर्णः ए अस्ति, उ उ तस्य गुणवर्णः ओ अस्ति, ऋ तस्य गुणवर्णः अर् अस्ति। धातुतः क्रियापदं निर्मातुं द्वादिगणे गुणः भवति, तुदादिगणे गुणः न भवति। गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति। धातुतः क्रियापदं निर्माणसमये द्वादिगणे अत्र स्वरः अस्ति चेत् तस्य एतादृशः गुणः इ तादृशः स्वरः अस्ति चेत् यथाक्रमं तस्य गुणः ए ओ अर् इति भवति। इत्युक्ते धातोः सन्दर्भस्वरः अस्ति चेदेव गुणः भवति। बुध् धातोः अन्तर्भूतः स्वरः उ उकारः अस्ति, तत्र उकारः अन्तर्भूतः स्वरः अस्ति। ओकारः इति उकारस्य पुनः ओकारः इति उपनिष्ठिते कोष्टके अस्माभिः दृष्टम्। उकारस्य स्वराणां गुणवर्णः ओकारः। बुध् धातोः गुणः भवति, अतः बुध् बोध् इति अस्ति। बोध उकारस्य गुणं भूत्वा बुध् बोध् भवति। लट्लकारे लटि बोधति इति रूपं भवति, गुणः अस्ति। अतः बुध् धातु प्रथमे गणे अस्ति, न तु षष्ठे गणे। बुध् धातु अत्र उकारस्य गुणं भूत्वा बोधति इति लट्लकारप्रथमपुरुष एकवचनरूपं भवति। तद् दृष्ट्वा धातु ज्ञानम् अस्ति चेत् वयं वक्तुं शक्नुमः तत् भुवादिगणे अस्ति इति। लिख् धातोः अन्तर्भूतः स्वरः इकारः, ल इ घ इकारस्य गुणः एकारः, तदपि उपरिदत्तमस्ति। किन्तु लिख् धातोः लटि रूपं लिखति इत्यस्ति इत्यस्ति, न तु लेखति। गुणः न जातः, अतः षष्ठे गणे अस्ति। लिख् लिखति एव वर्णमेलनं, लिख् योगः आ योगः ति लिखति एव अत्र अस्ति, गुणः न दृष्ट पश्यति। अतः षष्ठे गणे अस्ति इति वयं जातवन्तः। लिख् धातुं यदि भुवादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्, तथा नास्ति एव उदादिगणे अस्ति अतः लिखति इति रूपं भवति लग्नकार प्रथमपुरुषरूपं दृष्ट्वा वयं जानीमः तत् स्वादिगणे नास्ति सुदादिगणे अस्ति लिख् धातुः धन्यवादः कुत्र अस्ति भागीरथी इदानीं भूतधातु लिख् धातु द्वयोः कम्पेरिसन् करोतु कथं वयं ज्ञातुं शक्नुमः वादिगणीय अस्ति वा सुदादिगणीय अस्ति बुद्ध धातु अत्र गुणः एव निर्माणं करोति वादिगणे भवितुम् अर्हति इति गुणः एवमेव लिखति न अत्र लिक् अन्तर्भूतः इकारः इकारस्य गुणः एकारः भवति परन्तु न तु लेखति लिखति एव लटि लिखति इति अस्ति अत्र गुणः न जातः अत्र गुणः नास्ति अतः षष्ठे गणे अस्ति इति दत्तम् अस्ति गुणः एव निर्माणं करोति भगिनि कुत्र वादिगणे वा अन्य इति ओके इदानीम् अग्रे पठतु कृष् विषये कृष् इत्यस्य धातुद्वयम् अस्ति एकः कृष् धातुः वादिगणे अस्ति अपरः कृष् धातुः सुदादिगणे अस्ति वादिगणे कृष् धातोः कर्षति इति रूपं लटि ऋकारस्य गुणः अर् किल अतः कृष् कर्षवादिगणे किन्तु सुदादिगणे अन्तर्भूतः कृष् धातुः लटि कृषति इति नाम ऋकारस्य गुणः तत्र न भवति स्पष्टीकरणं करोतु एतस्य कृष् धातु धातुद्वयम् अस्ति एकधातुः वादिगणे अस्ति अन्य सुदादिगणे अस्ति किमर्थम् इति कर्षति लटि रूपं परन्तु ऋकारस्य गुणः अर् इति कारणेन गुणः एव निर्माणं करोति किल अतः कृष् वादिगणे अस्ति अन्य सुदादिगणे इकारः ऋकारस्य गुणः तत्र न भवति अतः सुदादिगणे भवति सुदादिगणे अस्ति ओके यत् लिखितं तदेव भवति उक्तवती अहं किं पृच्छामि कथं वयं ज्ञातुं शक्नुमः वादिगणीयधातु उपयुक्तम् अस्ति वाक्ये अथवा सुदादिगणीयवाक्यम् उपयुक्तम् अस्ति वाक्ये यद्वाक्यं वयं पश्यामः यत्र कृष् धातोः उपयोगम् अभवत् वयं ज्ञातुं शक्नुमः वादिगणीय वा सुदादिगणीय तद्वदतु अहं सम्यक् वक्तुं न शक्नोमि भगिनि भवती वक्तुं शक्नोति इदानीं स्पष्टीकरणं कृतवती न ओके भवती वाक्ये कर्षति दृश्यति पश्यति कर्षति पश्यति आं भगिनि अथवा कृषति पश्यति वाक्ये कर्षति उपयुक्तमस्ति कृषति उपयुक्तमस्ति द्वयोः अवगमनं कथं भवति करिष्यति कृष् अत्र गुण गुण अर् इति गुण वदतु वदतु अग्रे अर् इति गुण गुणस्य विद्यमानगुणः अस्ति अत्र अतः विद्यमानः अस्ति अतः वादिगणे भवति अर् अनन्तरम् अन्य कृषति कृषति अत्र गुणसंज्ञा नास्ति अतः सुदादिगणे अस्ति ओ ओके अर्थपरिवर्तनं भवति वा अर्थपरिवर्तनम् अरे कुत्र गतम् मम हस्ते किम् अष्टाध्यायी अहम् उद्घाटनं कर्तुं न शक्नोमि कारणं मम जियो अस्ति पश्यतु धातुपाठः यदा अहं गच्छामि तथा टडाङ्ग् कर्के आगच्छति ओके निषेधम् अतः मम समस्या अस्ति कोऽपि अष्टाध्यायी उद्घाटनं कर्तुं शक्नोति वा अन्य कोऽपि अस्ति अत्र अन्य जया सरस्वती न आगता न अद्य सुब्रह्मण्यम् ऐ केन् डु महोदय उद्घाटनं करोतु अष्टाध्यायी शेर् आप्शन् न दृश्यते अहं को होस्ट् करिष्यामि तदा एव कर्तुं शक्नोति इति अहं चिन्तयामि न एकनिमिषं हा चेञ्ज् रोल् ओके को होस्ट् ओके करोतु आं महोदय शेर् करोतु अहं मम शेरिङ्ग् अहं हा गतं न ओके अहं कृतवान् महोदय कृष् धातु तत्र लिखतु वा किं वादिगणीय सुदादिगणीय ओके अत्र दृश्यते न कृष् आं भगिनि ओके गणे परस्मैपदि ओ उभयपदि कृष् दृश्यते इदानीं हा जीरो वन् वादिगणीय अत्र पश्यतु वादिगण ओके अनन्तरं कृष् यदस्ति जीरो सिक्स् तत्र तुदादिगण लिखितमस्ति आं भगिनि आं भगिनि ओके अवगतम् अवगतं भगिनि अनिल् अत्र क्लिक् करोतु वादिगणीयधातु हा अत्र लट्लकारस्य रूपाणि पश्यन्तु हा कर्षति कर्षतः कर्षन्ति कर्षसि कर्षथः कर्षथ कर्षामि कर्षावः कर्षामः अनिल् इदानीं कृष् धातोः तुदादिगणीय तत्र क्लिक् करोतु आं महोदय अत्र पश्यन्तु हा कृषति कृषतः कृषन्ति कृषसि कृषथः कृषथ कृषामि कृषावः कृषामः यदा परस्मैपदे वयं उपयोगं कुर्मः आत्मनेपदि कृषते कृषेते कृषन्ते इति रूपाणि सन्ति भिन्नता अस्ति वा न कं भगिनि भिन्नता अस्ति वा न वयं तु वाचनीय उदादिगणस्य कथम् उपयोगं कर्तव्यं तद् वयं दृष्टवन्तः आं भगिनि अर्थसमानेव भगिनि अस्तु परन्तु किञ्चित् भिन्नता अस्ति अर्थे उपयोगे भिन्नता अस्ति अर्थार्थं सेम् अस्ति समानमस्ति समानमस्ति परन्तु संस्कृतभाषायां किञ्चित् भिन्नता अस्ति अन्यथा धातुद्वयं न भविष्यति किञ्चित् कुत्रापि सूक्ष्मभिन्नता अस्ति अत्र अत्रापि अत्रापि लिखितम् अस्ति भ्वादिगणे कृषिकर्म टु फार्म् एक्स्ट्रा मीनिङ्ग् अस्ति अवगतम् अतः अतः वयं ज्ञा अर्थ अवगमनं किञ्चित् अधिकं कर्तुं शक्नुमः यदा रूपं वयं पश्यामः ओके फैन् अत्र तु भ्वादिगणीय अस्ति अत्र तु तुतादिगणीय अस्ति अतः अर्थं किञ्चित् भिन्नं भविष्यति तदपि वयं ज्ञातुं शक्नुमः ओके अवगतम् अवगतं भगिनि ओके वयं यदा किं लिट्रेचर् संस्कृत कालिदास कालिदास सर्वम् अस्ति न तद्वयं पठामः चेत् तत्र सूक्ष्मभिन्नता अस्ति तस्य अवगमनार्थम् एवं सर्वं किं ज्ञातव्यम् अन्यथा किं तस्य माधुर्यं वा महत्त्वं वा अप्रिसियेशन् न भविष्यति सम्यक्तया ओके अन्य किमपि अस्ति प्रश्नः वन् डौट् वदतु देट् लिक् धातोः अन्तर्भूतः गृहन्नो दट् लिक् धातुः यदि भादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत् किमर्थं कारणम् इकारस्य एकारे परिवर्तितं भवति बट् नेक्स्ट् लैन् तथा नास्ति एव मीन्स् वि विल् रैट् नो लेखति वयं लिखति एव लिखामः सत्यं वा न लिखति लिखतः लिखन्ति इति वयं कुर्मः न ओके ओके अतः लिख् धातु अत्र कियदस्ति तस्य गुणपरिवर्तनं न कृतम् अतः वयं निर्णयं कर्तुं शक्नुमः लिख् धातु सुदादिगणीय अस्ति इति अवगतम् महोदय वदतु लिख् इकारः एकारः भवति न परः एकारः भवति तदर्थं लि इकारः न ला अधिकं एकारः ओके लट् लकारे लिख् धातोः रूपाणि वदतु लिखति इकारतः लिखन्ति ओके तत्र भवती लेखति न उक्तवती किमर्थं लेखतोः लिखति लिख बुद् धातु यदस्ति तस्य लट्लकाररूपाणि वदतु बुद् बुद्ध धातोः लट्लकाररूपाणि वदतु. बोधति बोधति बोधतः बोधति बोधतः बोधतः बोधतः. अतः उकारस्य भवती किं कृतवती? उकारस्य लोपः भवति, उकारस्य ओकारः भवति, ओकारे परिवर्तितं भवति. भू धातोः भू यदस्ति तस्य भवति इति अभवत् न, वयं दृष्टवन्तः पूर्वं. भू धातोः भवति इति अभवत् परन्तु अव कत् कथम् आगतं? प्रथमं भू धातोः ऐ मीन् भू यदस्ति तस्य भो इति परिवर्तितं भवति योजनेन भव इति भवति. अतः वयं किं दृष्टवन्तः? बुद् यदस्ति तस्य बोध् इति परिवर्तितं भवति. लिख् यदस्ति अत्र किं यदस्ति तस्य लेखि न अभवत्. एतत् अशुद्धम् अस्ति तदेव तिष्ठति न, लेखनीयं वद तत्तु भिन्नमस्ति. वयं केवलं लघुकाररूपं पश्यामः. ओके, अस्माकं परिशीलनार्थं लट्लकाररूपमेव परिशीलनं कुर्मः. ओके, अन्यत्र मा गच्छतु कारणं तत्र सूत्रं कथं भविष्यति? मिलति चलति एवं मिलति मिलति यदस्ति तत्रापि धातुः अस्ति, तत्र परिवर्तनं न कृतम्. अतः तदपि किं सुधादिगणि निर्णयं कर्तुं शक्नुमः. ओके, भगिनि भगिनि एकनिमिषं भगिनि, द्रष्टुं शक्यते वा कर्ष? मम प्रश्नम् अत्र अहम् इदानीम् एव सम्यक् अहं मन्ये अत्र कृष् न कृष् धातु अत्र कर्षति कर्षति लट् रूपं कर्षति अत्र क अर् अर् इति कारणेन कर्षति इति आगच्छति अतः वादिगणे अस्ति. परन्तु कृषति अत्र अन्यरूपं कृ वाट् इस् दट् अन्यरूपं भगिनि सुधादिगणे सुधादिगणे पश्यतु अर् न अभवत् कृषति मध्ये कृ कृ एव तिष्ठति कृ एव तिष्ठति भगिनि परन्तु लट् लट् रूपे कर्षति कर्षति आगच्छति अतः अर् इति गुणः अत्र अस्ति इति कारणेन वादिगणे अस्ति कृ तत् कृ. अन्यकृष् अत्र अर् न दृश्यते अतः सुधादि मादिगणे भवितुं न अर्हति अतः सुधादिगणे अस्ति. ओके वा भगिनि? अस्ति चेत् रूपं किं भवति? रूपं कर्षति कृषति वा न कर्षति तत् रूपं वादिगणे कृष् विस्मृतवती भगिनि कृपया वदतु. पश्यतु कृषति कृषति तत् कर्षति अत्र कृषति अतः रूपद्वयम् एव अत्र कर्षति इदानीम् अहं कर्षति कर्षति यदा वयं पश्यामः तदा वयं ज्ञातुं शक्नुमः अत्र भ्वादिगणीयधातुः अस्ति. कृषति पश्यामः चेत् ज्ञातुं शक्नुमः. अत्र सुदादिगणीयधातु अस्ति. ओके भगिनि, अवगतं सर्वे? अवगतं भगिनि. समयः जातः, ओ अधिकमस्ति, अतः एतस्य अग्रिमावसरे पठामः. पठित्वा आगच्छन्ति चेत् किञ्चित् शीघ्रं समाप्य नूतनपाठस्य आरम्भम् एतस्य आधारेण कर्तुं शक्नुमः. ओके, समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. शुभदिनं, शुभरात्रि. धन्यवादः. धन्यवादः. धन्यवादः.